अहमपि किञ्चित् अपि न श्रोतुं शक्नोमि। कक्षा आरम्भम् अभवत् वा? न अवगतं भगिनी। स्क्रीन् दृश्यते खलु, स्क्रीन् दृश्यते खलु भगिनी, शाटा आगच्छति, प्रतीक्षा प्रतीक्षा करोतु। अस्तु अस्तु, ध्वनिः श्रूयते वा? इदानीं श्रूयते, इदानीं श्रूयते। अहं तु पूर्वं कृतवती, किमपि न श्रूयते, किमपि पूर्वे न श्रुतं वा? किमपि न श्रुतं। प्रार्थना अपि न श्रुतं वा? न महोदय, किमपि न श्रुतम्। इदानीमेव भवत्याः ध्वनिः श्रुतं महोदय। किं करणीयम्? अस्तु, पुनः प्रारम्भं करोमि। ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् रत्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति नत्वप्रकरणं। नत्वप्रकरणे वयं दृष्टवन्तः अस्मिन् करपत्रे तत्र प्रकरणस्य तृतीयम् उदाहरणम् अस्ति नत्वप्रकरणम्। नत्वप्रकरणे वयं दृष्टवन्तः तत्र अष्टाध्याये चतुर्थपादे प्रथमसूत्रम् अस्ति रसाभ्यां नूनः समानपदे। सो रसाभ्यां नूनः समानपदे इति सूत्रं वदति। अखण्डपदे इत्युक्ते एकस्मिन् एव पदे, तत्र रेफस्य उत्तरे, साक्षात् उत्तरे दन्तिनकारः अस्ति चेत् तस्य मूर्धन्यनकारादेशः भवति। नो चेत् समानपदे षकारः अस्ति चेत् तस्य साक्षात् उत्तरे दन्तिनकारः अस्ति चेत् तस्य मूर्धन्यनकारः आदेशः भवति। अपि च अत्र एकस्मिन् पदे एव तत्र निमित् अपि च निमित्तं भवेत् तदा एव कार्यं भवति। अनन्तरं साक्षात् अनन्तरं द्वितीयसूत्रे वदति अट्कुप् वाङ् नुं व्ययाये अपि। सो अट्कुप् वाङ् नुं व्ययाये अपि किं रसाभ्यां नूनः समानपदे। सो अत्र पूर्वसूत्रात् तत्र सम्पूर्ण अनुवृत्तिः भवति। पूर्वसूत्रस्य सम्पूर्ण अनुवृत्तिः अत्र अस्मिन् सूत्रे द्वितीयसूत्रे भवति। सो यदि द्वयोः मध्ये इत्युक्ते निमित् अपि च निमित्तिन मध्ये अट् इति व्यवधानं, नो चेत् कु इति व्यवधानं, पू इति व्यवधानं, आङ् इति व्यवधानं, कुत्रचित् नुम् इति व्यवधानम् अस्ति चेदपि तत्र रसाभ्यां नूनः भवति। सो रेफ् शकारस्य उत्तरे अपि च तत्र रेफस्य अपि च दन्तिनकारस्य मध्ये तत्र अट् इति व्यवधानं, कु पू वा आङ् इति अप्नो चेत् नुम् इति व्यवधानम् अस्ति चेदपि तत्र कार्यं भवति। परन्तु द्वयमपि एकस्मिन् एव तत्र स्तः पदे एव, अखण्डपदे निमित् अपि च निमित्तम् एकस्मिन् पदे स्तः चेदेव तत्र कार्यं भवति। अट् इति उदाहरणं यः अस्ति तत्र अस्मिन् करपत्रे एव तत्र तत्र अट् कु पू इति उदाहरणानि तत्र अस्माभिः तत्र तत्र बहूनि सन्ति तादृश उदाहरणानि, यथा अत्र करणम् अस्ति। सो करणम् इति यः उदाहरणम् अस्ति, अत्र रेफा अपि च नकारस्य मध्ये अकारः अस्ति। मार्गेण इति उदाहरणे तत्र अट्वर्णः अपि च कुवर्णः अस्ति, गकारः कुवर्णः, अनन्तरं तत्र नकारः अस्ति, तस्य अनन्तरं तत्र अकारः अपि अस्ति। सो तादृश उदाहरणानि अस्माभिः तत्र वयं तत्र बहुत्र द्रष्टुं शक्यते। इदानीं तत्र आङ् इति अपि च नुम् इति उदाहरणं कुत्र लभ्यते इति वदामः चेत्, नुम् इति यः अस्ति सः नुमागमः। वयं जानीमः तत्र ये इदितधातवः सन्ति यः यस्मिन् ह्रस्व इकारस्य इत्संज्ञा अस्ति तत्र प्रायशः नुमागमः भवति। सो नुमागमः मित् अस्ति तेन कारणेन यस्य आगमः तस्य तस्मिन् यः अन्तिमस्वरः तत्र स्थापनीयं नुम् इति आगमः नुमागमे तत्र केवलं नकारः अवशिष्यते अतः तत्र नकारस्य आगमः भवति परन्तु वयं जानीमः तत्र नकारः नश्च पदान्तस्य जलि अपदान्तनकारः अत्र तु कुत्रचित् मध्ये नुम् इति आगमः भवति इत्युक्ते धातौ यः अन्तिमस्वरः तस्यानन्तरं नुम् इति आगमः भवति मित् कारणेन अतः तत्र अपदान्तनकारस्य वयं जानीमः तत्र एकं सन्धिसूत्रम् अस्ति नश्च पदान्तस्य झलि सो अपदान्तनकारस्य तत्र झल् वर्णे परे तस्य अनुस्वार आदेशः भवति सो प्रायशः अस्मिन् सूत्रे यः आट् कुप् वाङ् नुम् इति अस्ति सः अनुस्वारः यथा तत्र वयम् एकं धातु अस्ति तत्र इदित् धातवः तु बहूनि सन्ति इदित् धातवः एकं धातु अस्ति ब्रूहि धातु टु ग्रो टु साउण्ड् टु स्पीक् सो ब्रूहि धातुः इदित् धातुः अत्र उपदेशे अजनुनासिक इति सूत्रेण इकारस्य इत्संज्ञा भूत्वा तत्र इदित् धातुः इदित् भवति अतः अत्र नुमागमः भवति वर्णानाम् इत्संज्ञा अनन्तरं तत्र एकमेव स्वरः अवशिष्यते तत् अस्ति भकार उत्तरवती इह ऋकारः तदेव अवशिष्यते अतः ऋकारस्य साक्षात् अनन्तरं तत्र किं भवति नुमागमः भवति सो बृहुण् इति भवति नकारस्य आगमः अनन्तरं नश्च पदान्तस्य झलि हकारः जल् वर्णः अस्ति चेत् अत्र अनुस्वार आदेशः भवति अपदान्तनकारस्य तत्र अनुस्वार आदेशः भवति सो इदानीमस्ति बृह इति बृह् इति धातुः सो बृह इति धातुः सपोज् तत्र ल्युट् प्रत्ययः योजयामः कः वदति अत्र कीदृशप्रक्रिया अस्ति गिरिजा वदति वा कः वदति का वदति भगिनी लकारस्य लशक् वदति ते इति ठकारस्य हनन्त्यम् इति भवति लुडन्तम् अना इति आदेशः भवति खलु भगिनि सूत्रं किं भगिनि यू स्थाने स्थाने अना इति आदेशः भवति सूत्रं किम् अस्ति भगिनि सूत्रं न जानामि भगिनि किं जानाति वा कोऽपि स्मर्यति वा यू स्थाने अन यः आदेशः भवति तस्य कृते सूत्रं किं युवर्णाको ओ युवर्णाको आमामां युवर्णाको अन इति आदेशः भवति यू स्थाने अन आदेशः भवति वू स्थाने तत्र अक आदेशः भवति इति आदेशः भवति अन्ते अपि अकारः अस्ति बकार ऋकार हकार नकार अना भवति बृहन् न भवति रसाभ्यां नूनः समानपदे इति सूत्रस्य आधारेण बृहण एकनिमिषः भगिनि मम ध्वनिः श्रूयते वा श्रूयते इदानीं धातोः अनन्तरं प्रत्ययः अस्ति कीदृशप्रक्रिया अत्र अण इति प्रत्ययः कीदृशप्रत्ययः ल्युट् इति स्थाने यः आर्धधातुकप्रत्ययः अस्ति अपि च कित्नित् नास्ति कित्नित् नास्ति कित्नित् नास्ति चेत् तत्र अङ्गे किं कार्यं भवति गुणकार्यं भवितुं शक्यते वृद्धिकार्यमपि भवितुं शक्यते अत्र गुणकार्यं भवति ऋकारस्य अर्ऋकारः भवति बृह् न भवति केन सूत्रेण अत्र गुणकार्यं भगिनि इदु यो जानामि भगिनि वदामि अल सारदाना न भुगन्तलघुपदस्य भुगन्तलघुपदस्य इक्वर्ण ह्रस्व इक्वर्णस्य गुणः भवति. शृणोतु भगिनी, अत्र गुणकार्यं न भवति. किमर्थं न भवति वदतु. अत्र पुगन्तलघुपदस्य च इत्यनेन कार्यं नास्ति. अत्र उपधायां कः वर्णः भगिनि? ओ अम् अस्ति अस्ति अस्तु. अत्र उपधायाम् अनुस्वारः अस्ति, अतः कार्यं न भवति. अत्र तु दृश्यते अत्र ऋकारः उपधायां, परन्तु ऋकारः नास्ति. अत्र तु नकारः, तस्य अनुस्वारादेशः अभवत् नश्च पदान्तस्य झली जनेन. अतः अत्र कार्यं नास्ति. उरण्ड्रपरः भवति किमर्थं भगिनी? अत्र तु गुणकार्यमेव नास्ति, किमपि कार्यं नास्ति, केवलं वर्णमेलनं करणीयम्. अस्तु, ब्रह्म न भवति, नकारस्य नकार भवति रसाब. एतस्य का संज्ञा ब्रह्मण इति? तस्य का संज्ञा? एतस्य शब्दसमूहसंज्ञा पदसंज्ञा भवति. कथं पदसंज्ञा कृते सूत्रं किं भगिनि? अत्र सूप् अस्ति अथवा तिङ् अस्ति वा? अत्र कृत् अस्ति. प्रातिपदिकं भवति खलु? बृंहण् इति प्रातिपदिकसंज्ञा प्राप्नोति केन सूत्रेण? कृत् तदित् समासाः च प्रातिपदिकम्. सो कृदन्तानां तत्र प्रातिपदिकसंज्ञा भवति, न तु पदसंज्ञा. अत्र अण इति यः अन्त्यभागः अन्तिमभागः, सः कृत् भागः, कृत् प्रत्ययस्य भागः, अतः अस्य प्रातिपदिकसंज्ञा भवति. प्रातिपदिकसंज्ञा भवति चेत् अत्र किम्? इदानीं तत्र नकारस्य का गति इति वयं चिन्तयामः. सो अत्र यः अस्मिन् पदे, एतत् अखण्डपदमस्ति, प्रकृति योदक प्रत्ययः इत्यनेन अखण्डपदमस्ति. सो अत्र अट्कुप् वाङ् नुं व्ययाय अपि सूत्रेण यः दन्त्यनकारः, अपि च अत्र निमित्तं किम् अस्ति? रेफः नास्ति, शकारः नास्ति, अत्र ऋकारः. अस्माभिः पूर्वसू तत्र एकं वार्तिकं पठितं न, तत् पश्यन् रुवर्णात् नस्य नत्वं वाच्यम् इति तत्र वार्तिकम् अस्ति. रुवर्णात् इत्युक्ते ऋकार स्वर अनन्तरं नस्य दन्तिनकारस्य नत्वं वाच्यम्. सार्धबजे ब्रह्मण. सो अत्र वन् सो अत्र अट्कुप् वाङ् इत्यनेन कार्यमस्ति. श्रूयते वा ध्वनि? श्रूयते रुवर्णात् नस्य नत्वम् इति वाच्यम् अस्ति, वार्तिकम् अस्ति. सो अत्र निमित् अपि च निमित्तिन् मध्ये कीदृशव्यवधानम् अस्ति चेत् हकारः अट्वर्णः, अकारः अपि अट्वर्णः, परन्तु अत्र अनुस्वारः अपि अस्ति. सो अनुस्वारः अत्र नुम् वर्णः, नुम् इत्यनेन यः अनुस्वारादेशः तदेव अस्ति. निमित् अपि च निमित्तिन् मध्ये अत्र अनुस्वारः अस्ति, अतः अत्रापि कार्यं भवति. अतः सूत्रे महर्षिणा साक्षात् नुम् इति पठितं, नुम् इति वर्णः अपि पठितं. सो बृहण् इति भवति. तथैव तत्र अनियर् इति प्रत्ययः योजयामः चेत् अनियर् प्रत्ययः अपि प्रत्ययनकारः अस्ति, रेफस्य तत्र इत्संज्ञा अस्ति, तत्रापि बृहुणीय इति भवति. सो अनुस्वारस्य तत्रापि उदाहरणम् अस्ति. सो एतादृशः नुम् इति उदाहरणं. सो तत्र इदित् धातु ये इदित् धातवः सन्ति तत्र प्रायशः तेषां नुमागमः भवति, अनन्तरं जलवर्णः परे अस्ति चेत् तस्य अनुस्वारादेशः भवति, तदा एतस्य तत्र नुम् इति उदाहरणं वयं द्रष्टुं शक्यते. सर्वैः अवगतं वा? तथैव अस्ति यदि आङ् इति, आङ् इति उपसर्गः, आङ् इति उपसर्गस्य तत्रापि कानिचन उदाहरणानि सन्ति. यथा तत्र एकं धातु अस्ति नद्, नः धातुः, नः तत्र बन्धने, नः इति धातुः बन्धने अस्ति. अत्र नः धातु अनन्तरं क्त प्रत्ययः योजयामः चेत्, सकृत् प्रत्ययः योजयामः चेत् अत्र सन्धि अनन्तरं तत्र नध इति भवति. तकारस्य प्रथमे तत्र धकारः, हकारस्य धकारः, सो सन्धिकार्यं भूत्वा तत्र नध इति भवति. इदानीम् अत्र नध इति यः प्रातिपदिकम् अस्ति अत्रापि नद्ध इति यः अस्ति प्रातिपदिकं भवति एकवचने नद्धः, नो चेत् अत्रापि ल्युट् योजयामः चेत् नद्धम् इति भवति. अनम् इति आदेशः भूत्वा अत्र नद्धं भवति. सो परियोग आङ् इति उपसर्ग अत्र पूर्वे योजयामः चेत् परियोग आङ् योजयामः चेत् आङ् उपसर्गे तु निमित्तं नास्ति. निमित्तम् इत्युक्ते रेफः नास्ति, शकारः नास्ति, परन्तु मध्ये अस्ति चेदपि परि इति उपसर्गे रेफः अस्ति. रेफस्य अनन्तरं तत्र इकारः, इकारस्य अनन्तरम् आङ् इति उपसर्गः. सो तत्र अत्रापि अट् कुप् वाङ् नुं व्ययाये अपि इति सूत्रेण पर्यनद्धम् इति भवति. इत्युक्ते अत्र इकारस्य यकारः उपसर्ग, यदा वयम् उपसर्ग योजयामः तत्र सन्धिकार्यं नित्येन करणीयं. सो अत्र किं भवति? पर्याणद्धं, पर्या इकारस्य यकारादेशः, अनन्तरम् आङ्गिक्ति उपसर्गः, अनन्तरं दन्त्यनकारस्य अटकुप्वाङ्नु व्ययाये अपि इति सूत्रेण मूर्धन्यनकारः, अनन्तरं तत्र नद्ध इति परिनद्ध, परिनद्धम् इति तत्र तादृशपदमस्ति. सो एतादृशः उदाहरणानि आङ् इति उदाहरणम् अपि च नुम् इति उदाहरणम्. इदानीं तत्र अस्माभिः पूर्वस्मिन् वर्गे तत्र एतत् अवगतं वा? सर्वैः अवगतं वा? इदानीं तत्र प्रातिपदिकान् नुं विभक्तिषु च इति सूत्रम्. सो प्रातिपदिकान् नुं विभक्तिषु च इति सूत्रे तत्र कीदृशनकारस्य तस्य विषये लिखितम्. एतत् एक अस्तु. सो प्रातिपदिकात् सम्बन्धिनकारः, नुम् सम्बन्धिनकारः, अपि च विभक्ति सम्बन्धिनकारः अस्ति चेत् तस्य अपि तादृशनकारस्य अपि तत्र नत्वं भवति, मूर्धन्यनकारः इति आदेशः भवति. अतः अत्र सि अत्र पूर्वपदं परपदं पूर्वस्मिन् वर्गे वयं दृष्टवन्तः. सो पूर्वपदं परपदं तत्र प्रातिपदिकान् इत्युक्ते प्रातिपदिकस्य अन्ते नकारः अस्ति. सो वापिन् इति यः अत्र यः उदाहरणं दत्तं वापिन् इति नकारान्त् प्रातिपदिकम् अस्ति. वापिन् तत्र दन्तिनकारः अन्ते अस्ति, नकारान्त् तत् प्रातिपदिकानि बहूनि सन्ति तत्र. सो प्रातिपदिकान्त् यः नकारः अस्ति तस्य कदा तस्य तु अट्कुप्पाण्णुम् इत्यनेन तत्र भवितुं शक्नोति, परन्तु अत्र विषयः कः इत्युक्ते यत्र समासः भवति, सुबन्तपदानां तत्र समासः भवति. सो सुबन्तपदानां यथा तत्र समासः भवति, समासे किं भवति प्रायशः तत्र सुप् प्रत्ययानां तत्र लोपः भवति. सुप् प्रत्ययानां लोपः भवति चेत् तत्र यः पूर्वपदम् उत्तरपदम् अस्ति, यदि पूर्वस्मिन् पदे यः पूर्वप्रातिपदिकम् अस्ति तत्र रेफः नो चेत् शकारः नो चेत् ऋकारः अस्ति चेत् द्वितीयपदे तत्र दन्त्यनकारः अस्ति. इदानीं स्क्रीन् न दृश्यते. सो द्वितीय तत्र पदे तत्र दन्त्यनकार सम्बन्धित तत्र तादृश प्रातिपदिकम् अस्ति. अनेन सूत्रेण तत्र रषाभ्यां नोनः नो चेत् अट्कुपां इति सूत्रं कार्यं न कर्तुं शक्यते. किमर्थं चेत् निमित्तम् एकस्मिन् पदे अस्ति, निमित्तिन् अन्यस्मिन् पदे अस्ति, अतः तत्र वयं रषाभ्यां नोनः समानपदे अट्कुपां जयाये अपि सूत्रं तत्र कार्यं न कर्तुं शक्यते. किमर्थं चेत् तत्र महर्षिणा एकं पदम् उक्तं समानपदे. सो अत्र तु समानपदे निमित्त अपि च निमित्तं नास्ति, अतः भिन्नसूत्रम् अपेक्षितम्. तस्य कृते एव महर्षिणा एतत् सूत्रं निर्मितम्. सो एकस्मिन् पदे रेफः शकारः ऋकारः अस्ति, अन्यस्मिन् पदे तत्र धन्तिनकारः अस्ति, तयोः पदयोः यदा तत्र समासः भवति अनेन सूत्रेण तत्र अपि कार्यं भवति, कार्यम् इत्युक्ते नत्वकार्यं भवति. सो इदानीं तत्र समासे किं भवति, यदा तत्र पदयोः समासः भवति तद् भवति एकमेव पदम्, अन्ते तत्र अस्माभिः सुप् योजनीयं. प्रथमे तत्र पदयोः समासः भवति, समासे अपि सन्धिकार्यं नित्यम् अस्ति, मध्ये किमपि सन्धि अवकाशः अस्ति तदपि करणीयम्. अपि च अनेन सूत्रेण इदानीं वयं जानीमः अनेन प्रातिपदिकान्त नु विभक्ति शूच इति सूत्रेण यदि तत्र दन्तिनकारः उत्तरपदे अस्ति, पूर्वपदे तत्र रेफः नो चेत् शकारः अस्ति, तत्र अपि नत्वकार्यम् अस्माभिः करणीयम्, अवश्यकरणीयम्. अतः व्रीहि इति व्रीहि इति भिन्नप्रातिपदिकं, वापिन् इति भिन्नप्रातिपदिकं. यदा तयोः समासः भवति, अन्यथा तु न भवति, यदा तयोः समासः भवति समासे किं भवति, प्रथमे तत्र व्रीहिः अन्ते सुप् प्रत्ययः, यत्किमपि सुप् प्रत्ययः तस्य लोपः भवति. वापिन् इति पदे अपि यः प्रातिपदिकः सुप् प्रत्ययः तस्य लोपः भवति. सो वापिन् इति नकारान् प्रातिपदिकम् अस्ति, अपि च तत्र व्रीहि इति पदे तत्र रेफः अस्ति, तत्र अपि अत्र अस्मिन् सूत्रे आट्कु फ्वाङ् नुं जयाये अपि सूत्रस्य पूर्णरूपेण अनुवृत्तिः अस्ति. सो यद्यपि अत्र वदति तयोः निमित्त अपि च निमित्तं भिन्नभिन्नपदे स्तः अपि तत्र कार्यं करणीयं, परन्तु मध्ये यः व्यवधानं मध्ये यः बाधा सः केवलम् एतादृशः अस्ति चेदेव कार्यं करणीयं. कोऽपि भिन्नवर्णः मध्ये अस्ति चेत् कार्यं न भवति इति सर्वदा स्मर्तव्यम्. इत्युक्ते नत्वप्रकरणे अट्कुप्वाङ्नुं जयाये अपि सूत्रस्य अन्तिम सूत्रपर्यन्तं तत्र अनुवृत्तिः अस्ति. सो एतादृशव्यवधाने एव तत्र नत्वं भवति. भिन्न कोऽपि वर्णः अस्ति चेत् नत्वं न भवति. अतः तत्र वापिन् इति यः अस्ति, अनन्तरं तत्र द्विवचनात् औ इति प्रत्ययः अस्ति, व्रीहि वापिणौ भवति. नकारस्य अत्रापि धन्तनकार मूर्धन्यनकार इति आदेशः भवति. परन्तु अस्मिन् सूत्रे कार्यं वा अस्ति, विकल्पेन अस्ति, अतः रूपद्वयम्। इच्छामः चेत् नत्वं कर्तुं शक्यते, न इच्छामः चेत् तथैव अपि स्थापितुं शक्नुमः वयम्। सो अत्र रूपद्वयं किमर्थं चेत् कार्यं वा अस्ति। सो प्रातिपदिकान्त नुं विभक्तिषु च इति सूत्रं कार्यं विकल्पेन भवति। कार्यं किम् अस्ति? नत्वकार्यम् अस्ति। तथैव वयं पूर्वस्मिन् वर्गे नुं सम्बन्धीयः नकारः तत्र अपि पूर्वस्मिन् पदे निमित्तम् अस्ति, उत्तरपदे तत्र नकारः अस्ति, तत्र अपि नुं सम्बन्धिनकारस्य अपि तत्र कार्यं भवितुं शक्नोति। अतः वयं दृष्टवन्तः कुत्रचित् सूपप्रत्ययानां तत्र भिन्न आदेशः नुमागमः अपि भवति। नपुंसकलिङ्गे वयं दृष्टवन्तः तत्र नुमागमः भवति, अतः तत्र फलानि, पुष्पाणि इति भवति, जलानि इति भवति। सो यत्र यत्र निमित्तम् अस्ति तत्र तत्र तादृश नकारस्य अपि तत्र नत्वं भवितुं शक्नोति। तथैव अस्ति विभक्ति। सो विभक्तिसंज्ञकयः नकारः विभक्तिसम्बन्धनकारः अस्ति इत्युक्ते विभक्ति इति संज्ञा कस्य व्याकरणे? विभक्ति इति संज्ञा व्याकरणे कस्य? कोऽपि वदतु, ध्वनिः श्रूयते वा? अपि च श्रूयते भगिनि, सुपन् प्रत्ययानामपि विभक्ति इति संज्ञा। सूत्रं किम् अस्ति? विभक्तिश्च। सर्वाणि सूत्राणि पुनः पुनः तत्र पठनीयं। विभक्तिश्च इति सूत्रमस्ति। सो विभक्तिश्च इति सूत्रे पूर्वसूत्रात् तिङ् इत्यस्य पदस्य अनुवृत्तिः अपि च सुप् इत्यस्य अनुवृत्तिः अपि अस्ति। प्रायशः लोके वयं किं वदामः? सुप् इति प्रत्ययानाम् एव विभक्ति इति संज्ञा, परन्तु तथा नास्ति। तिङ् प्रत्ययानामपि विभक्तिसंज्ञा अस्ति। किमर्थं चेत् विभक्तिश्च इति सूत्रं संज्ञासूत्रम्। अनेन सूत्रेण महर्षि वदति विभक्ति इत्युक्ते किम्। सो महर्षि वदति सुप् तिङ् विभक्तिः च इति पदम् अत्र अस्ति। सुप् तिङ् च विभक्तिसंज्ञकाः भवन्ति इति सूत्रस्य अर्थः। सो विभक्तिश्च इति सूत्रं संज्ञासूत्रम्। सो सुप्रत्ययानां विभक्ति इति संज्ञा, विभक्ति इति विशिष्टनामकरणम्, अपि च तिङ् प्रत्ययानाम् अपि विभक्ति इति नामकरणम्। सो सपोज् से माश्वापि वापेन एन इति प्रत्ययः कुत्र आयाति? एन इति प्रत्ययः विभक्तिसंज्ञकप्रत्ययः। अस्माभिः तत्र पठितं वा? कुत्रचित् पूर्वे पठितं टानसिनसाम् इन् आत्स्या इति सूत्रम्। एकं सूत्रमस्ति टानसिनसाम् नसाम् टा नस् नसि अपि च नस् तेषाम् इन् आत् स्य, परन्तु कदा? अतः इति अनुवृत्तिः अस्ति। अकारान्त प्रातिपदिकस्य अनन्तरं टा प्रत्ययस्य, नसि प्रत्ययस्य, नस् प्रत्ययस्य किम् आदेशः? इण आत् इण आत् अपि च स्य इति आदेशः भवति। केवलं कुत्र प्रातिपदिकम् अकारान्त् अस्ति. सो टा इति प्रत्ययः कुत्र आयाति? सु औजस् अम् औट् शस् ताभ्यां भिस्. सो टा इति तृतीया एकवचनप्रत्ययः, अपि च सुप् प्रत्ययः. सुप् प्रत्ययेषु टा इति किमस्ति? तृतीया विभक्ति एकवचनप्रत्ययः टा इति प्रत्ययः. सो यदि अदन्तप्रातिपदिकम् अस्ति, अदन्त् इत्युक्ते ह्रस्व अकारान्त् प्रातिपदिकं, वृक्ष, राम, फल, जल, अकारान्त् प्रातिपदिकस्य अनन्तरं ता प्रत्ययस्य इण इति आदेशः भवति इति सूत्रं वदति. ता नसि नसाम् इन् आत्स्या सूत्रसङ्ख्या किम् अस्ति? प्रायशः पञ्चमध्याये नो चेत् चतुर्थाध्याये भवेत्. सेवन् वन् ट्वेल्व् किम् अङ्गस्य सेवन् वन् ट्वेल्व् सूत्रम् अस्ति. एतत् सूत्रं सर्वैः तत्र पठनीयम्. सो टा प्रत्ययस्य किमर्थं चेत् वयं जानीमः तत्र किं भवति. रामेण, फलेन, जलेन, वृक्षेण इति भवति तत्र. तथैव रामात्, सो नसि इति प्रत्ययस्य आत् इति आदेशः भवति. कदा? यदि अदन्तप्रातिपदिकम् अस्ति. तथैव नस् इति यः षष्ठी विभक्ति एकवचनप्रत्ययः, तस्य स्य इति रामस्य, वृक्षस्य, जलस्य, फलस्य. नपुंसकलिङ्ग् प्रातिपदिकम् अकारान्त् अस्ति, नो चेत् पुल्लिङ्ग् प्रातिपदिकम् अकारान्त् अस्ति, सर्वत्र कार्यं भवति. अत्र किमपि न वदति, लिङ्गविषये किमपि न वदति. अङ्गम् अदन्तं भवेत्, अत्र अङ्गस्य अधिकारः अस्ति. सेवेन् वन् ट्वेल्व् इति सूत्रम् अङ्गस्य अधिकारे, सिक्स् फोर् वन् इति आरभ्य तत्र अङ्गस्य अधिकारः अस्ति. सो कीदृश अङ्गं भवेत् तदा एव एतत् कार्यं भवति. सो अत्र अस्ति अधन्त अङ्गम्. सो अधन्तप्रातिपदिकम् एते सर्वाणि सर्वे प्रत्ययाः प्रातिपदिकात् विधीयते. तत्र ज्ञाप् प्रातिपदिकात् इति सूत्रमस्ति. यथा धातोः अनन्तरं तत्र तिप्तश्चि सिप्तस्थ तत्र लस्य इति सूत्रमस्ति. सो लस्य इत्यनेन लकारस्य स्थाने तिप्तश्चि इति सूत्रमस्ति. तथैव अत्र प्रातिपदिकस्य विषये किमस्ति? ज्ञाप प्रातिपदिकात् इति अधिकारसूत्रम्. सो ज्ञाप प्रातिपदिकात् किम्? साक्षात् अनन्तरं महर्षि वदति सु औजस् अब् ओट्षस् ताभ्यां बिस् नसिभ्यां व्यस् नस् ओसु नस् ओस् आम् इति तत्र एकविंशति सुप् प्रत्ययः. सो तेषु तत्र पूर्वे तत्र अधन्त अङ्गम् अस्ति चेत् एतेषां प्रत्ययानां मूल एते सर्वे विभक्तिप्रत्ययाः. ता विभक्तिसंज्ञकाः, नसि विभक्तिसंज्ञकाः, नस् अपि विभक्तिसंज्ञकाः. किमर्थं चेत् सुप् अस्ति. सो सुप् प्रत्ययः, सर्वे सुप् प्रत्ययाः विभक्तिसंज्ञकाः. तथैव सर्वे तिङ् प्रत्ययाः अपि विभक्तिसंज्ञकाः. सो अत्र तास्थाने यदा तत्र इनादेशः भवति, नसि स्थाने आत्, नस्थाने स्य इति आदेशः भवति, तत्र किं भवति? यथा तत्र फलेन. सो कुत्रचित् वयं तत्र माश्वापिनः, सपोज् तत्र अस्ति माश्वापिनः. माश् इत्युक्ते तत्र एकं ग्रेन् अस्ति, तस्य नाम अस्ति माश्. हा हा हा उडत् उडद् माश् वापिन् माश् वाप् इत्युक्ते टु सो दि सीड्स्. सो माश् सपोज् तृतीया विभक्ति इति प्राति इति तत्र अस्ति माश्वापेन. सो माश्वापेन इति कीदृशपदमस्ति? तृतीया विभक्ति एकवचनपदमस्ति. टि इति यः प्रत्ययः अस्ति, वाप इति यः प्रातिपदिकम् अस्ति. वाप योग इन् कुर्मः चेत् टानसिनसाम् इन् आत्स्या, टा स्थाने तत्र इन् इति आदेशः भवति. अनन्तरं तत्र कीदृशकार्यमस्ति? अयोग इ अस्ति चेत् किं भवति गुणः भवति गुणसन्धि भवति सो वापेन भवति रामेण वृक्षेण इति तत्र भवति सो माश्वापेन इति तत्र यदा तत्र तयोः द्वयोः प्रातिपदिकयोः तत्र समासः भवति पूर्वसूत्रे शकारः पूर्वपदे शकारः अस्ति द्वितीयपदे कीदृशनकारः अस्ति विभक्तिसंज्ञक विभक्ति सम्बन्धः नकारः विभक्ति प्रत्ययस्य यः नकारः तादृशनकारः अस्ति द्वयोः यदा तत्र समासः भवति तत्र अपि तृतीयः प्रातिपदिकान्त नुं विभक्तिषु च इति सूत्रेण अत्र अटकुप्वां सूत्रं कार्यं न कर्तुं शक्यते किमर्थं चेत् यदा तत्र समासः भवति समासः सखण्डपदमस्ति तदपि पदमस्ति तस्यापि पदसंज्ञा अस्ति परन्तु एकमेव पदं नास्ति इति तत्र भेदः समानपदे अपि च अखण्ड सखण्डपदम् अत्र सखण्ड खण्डसहितपदमस्ति सो माशवापेन इति यदा भवति समासः भवति तदा तत्र विकल्पेन कार्यं भवति इदानीम् एतत् समस्तपदमस्ति समान एकमेव पदं नास्ति समस्तपदमस्ति समस्तपदम् इत्युक्ते सखण्डपदमस्ति अखण्डपदं न वयमत्र खण्डनं कर्तुं शक्यते माश् इति भिन्नपदं वापेन इति भिन्नपदं सो माश् वापेन यदा तत्र भवति अत्र पूर्वपदे शकारः अस्ति उत्तरपदे विभक्तिसम्बन्धः नकारः अस्ति अतः अत्र मध्ये मध्ये अपि द्रष्टव्यं मध्ये कीदृशव्यवधानम् अस्ति व इति अट्वर्णः अ इति अट्वर्णः प इति पूवर्णः अट् कु पु इति अस्ति अत्र सन्धि भूत्वा प्वाङ्ग् इति भवति सो पू वर्णः अस्ति अनन्तरं पुनः तत्र अट्वर्णः अस्ति तस्य अनन्तरं नकारः अन्ते अकारः अतः अत्र कार्यं भवितुं शक्नोति किमर्थं चेत् तादृशेव वर्णाः मध्ये अतः अत्र विकल्पेन माश्वापेन अपि भवितुं शक्नोति माश्वापेन अपि भवितुं शक्नोति इति सूत्रं वदति सो माश्वापेन इति लिखामः तदपि साधु एतत् लिखामः तदपि साधु तथैव एकमन्यत् सूत्रमस्ति हर्षः हर्षभावेन हर्षभावेन कः वदति अत्र हर्ष प्लस् भावेन तृतीयविभक्ति अन्तं पदम् अत्रापि भाव इति अत्र टा इति प्रत्ययस्य न आदेशः भवति सो अत्र रेफः अपि अस्ति शकार रेफः अपि अस्ति मूर्धनिशकारः अपि अस्ति सो हर्षभावेन अत्रापि प्रातिपदिकात् नुं विभक्तिषु आर् यु गेटिङ्ग् मै पायिण्ट् वै वि नीड् अ डिफ्रेण्ट् सूत्र बिकास् अत्र समानपदे निमित्तम् अपि च निमित्तं नास्ति निमित् एकस्मिन् पदे निमित्तम् अन्यस्मिन् पदे अतः अत्र अट्कुप् वाङ्ग् इति सूत्रं कार्यं न कर्तुं शक्यते किमर्थं चेत् अत्र समानपदे नास्ति समानपदे किं नास्ति निमित् अपि च निमित्तं भिन्नभिन्नपदे अस्ति अतः अत्र भिन्नसूत्रम् अपेक्षितं सो अत्र हर्षभावेन भ इति वर्णः पूवर्णः व अट् वर्णः शकारः निमित् अस्ति शकारः निमित् अस्ति नकारः अत्र विभक्तिसम्बन्धनकारः सो अत्र अपि कार्यं भवितुं शक्नोति हर्षभावेन इति भवितुं शक्नोति हर्षभावेन अपि भवितुं शक्नोति सर्वैः अवगतं वा यत्र नकारः अस्ति विभक्तिप्रत्ययेषु सर्वत्र तु नकारः नास्ति न भगिनि यत्र विभक्तिसम्बन्धः नकारः अस्ति तत्र एव कार्यं कर्तुं शक्यते इसन्ट् इट् सो अन्यथा हर्ष इति हर्षभावेन अन्यत् अन्यत् पदं भवति खलु भगिनि अत्र समानपदे इति न भवति खलु अतः भिन्नसूत्रम् अपेक्षितम् अतः महर्षिणा भिन्नसूत्रं दत्तम् एकादशसूत्रमस्ति प्रातिपदिकात् नुं विभक्तिषु च नो नः परन्तु वा भिन्नभिन्नपदे अस्ति, हर्ष एकं पदं, भावेन अन्यत् पदम्, अतः अत्र आटुकुप्वाङ् सूत्रं कार्यं न कर्तुं शक्यते. किमर्थं? समानपदे निमित् अपि च निमित्तं नास्ति, भिन्नभिन्नपदे अस्ति. एकस्मिन् पदे निमित्, अन्यस्मिन् पदे यथा तत्र समासः भवति. सि किमर्थं वयम् अत्र कार्यं कर्तुं, समासे यदा भवति तत्र समस्तपदम् इति वदामः, एतस्य पदसंज्ञा भवति. हर्षभाव इति पूर्वे भवति, अनन्तरम् इन इति प्रत्ययः आयाति. हर्षभाव प्रथमे तत्र समस्तपदं भवति, अनन्तरं यः अस्माकं विवक्ष अनुसारेण तत्र प्रत्ययः अपि आयाति. अतः यदा तत्र हर्षभावेन भवति तदा कार्यमस्ति. एतत्तु समस्तपदमस्ति, समानपदम् एकं पदं नास्ति, अतः अत्र भिन्नसूत्रम् अपेक्षितम्. अतः तत्र तस्मिन् प्रकरणे एतत् सूत्रम् अस्ति, प्रातिपदिकान्नं विभक्तिषु. अन्यथा तु वयम् अत्र यदि समानपदे महर्षिणा न पठितं चेत् अत्र तु वयं कर्तुं शक्यते अट्कुप्वाङ्ग् इत्यनेन कार्यं, परन्तु तत्र अपि समानपदे इति तस्य अनुवृत्तिः अस्ति. समानपदे निमित्तम् अपि च निमित्तम् अस्ति, तदा एव सूत्रं कार्यं कर्तुं शक्यते. परन्तु यदि समानपदे निमित्त अपि च निमित्तं नास्ति, तस्य कृते महर्षिणा भिन्नसूत्रं दत्तं, प्रातिपदिकान्त नुम् विभक्तिश्च इति सूत्रम्. अवगतं वा? आम् महोदय. अपि च अस्माभिः तत्र पूर्वे अस्मिन् प्रकरणे एकम् अन्यत् सूत्रमस्ति, अत्र तु न दत्तं, परन्तु अस्माभिः पठितं. यदा तत्र वयं प्राकृतिककार्यविषये अस्माभिः पठितं चेत् तत्र एकं सूत्रम् आयाति. किं सूत्रमस्ति? उपसर्गात् वाट् वास् द सूत्र? उपसर्गात् नोपदेशस्य किमपि सूत्रमस्ति, समासे अपि उपसर्गात् असमासे अपि नो उपदेशस्य इति सूत्रमस्ति. तदपि तत् सूत्रमपि अस्मिन् प्रकरणे एव अस्ति, नत्व प्रकरणे. एकनिमिषः पश्यामि. अस्माभिः तत् सूत्रं पठितम्. कोऽपि स्मार्यति वा तत्र किं कार्यम्? उपसर्गात् असमासे अपि नोपदेशस्य इति सूत्रं, नत्व यः ये नो नः इत्यनेन यः उपसर्गात् अत्र दृश्यते 8414 सूत्रमस्ति. सो 841 इति रषाभ्यां नो नः, 842 इति अट्कुप्वाङ्, 8411 इति सूत्रं प्रातिपदिकान्त नुं विभक्तिषु च. इदानीं तत्र 8414 अस्ति, उपसर्गात्, उपसर्गस्य अनन्तरं पञ्चमी अस्ति. असमासे अपि इत्युक्ते समासे अपि असमासे अपि नोपदेशस्य, नोपदेशस्य इत्युक्ते नोपदेशस्य धातोः षष्ठी अस्ति. नोपदेशस्य धातोः, नोपदेश इत्युक्ते यत्र नो नः इति सूत्रेण किं भवति? अस्माभिः सूत्रं पठितं न? न स्थाने नः, उपदेश अवस्थायां ये मूर्धन्यनकारः, येषां धातोः आदौ मूर्धन्यनकारः अस्ति, तत्र तस्य मूर्धन्यनकारस्य किं भवति? दन्त्यनकार इति आदेशः. सो विपरीतकार्यमस्ति, नो नः इति सूत्रे विपरीतकार्यमस्ति, नत्वप्रकरणे विपरीतकार्यमस्ति. तत्र दन्त्यनकारस्य मूर्धन्यना आदेशः, नो नः इति सूत्रे मूर्धन्यनकारस्य दन्त्यनकारादेशः. तादृशधातवः तेषाम् अन्यत् नाम अस्ति नोपदेशधातवः, येषां तत्र मूर्धन्यनकारस्य तत्र दन्त्यनकारादेशः भवति, ते सर्वे नोपदेशधातवः. सो यस्मिन् धातुः औपदेशिक अवस्थायाम्, अत्र किं लिखितं? यस्मिन् धातुः औपदेशिक अवस्थायां मूर्धन्यनकारः अस्ति, तस्य नकारस्य नत्वं निमित्तिकात् उपसर्गात् परः नकारः भवति. इदानीं तत्र उपसर्गे निमित्तम् अस्ति. निमित्तं किं? नत्वस्य. एतत् सूत्रं कुत्र अस्ति? नत्वप्रकरणे. सो तस्मिन् नत्वप्रकरणे निमित्तं किम् अस्ति? रेफः नो चेत् शकारः, मूर्धन्यशकारः. उपसर्गे किं भवेत्? रेफः भवेत्, शकारः भवेत्, उपसर्गः. सो उपसर्गाणामपि पदसंज्ञा अस्ति, भिन्नपदम् अस्ति. सर्वेषां प्रादयानां तत्र उपसर्गसंज्ञा, यदा तत्र धातोः अनन्तरं धात्वोः पूर्वे योजयामः तेषाम् उपसर्ग इति संज्ञा भवति. परन्तु तेषां पदसंज्ञा अपि अस्ति, उपसर्गसंज्ञा, पदसंज्ञा, अपि च तेषां पदसंज्ञा अस्ति चेत् भिन्नभिन्नपदम् अस्ति. इदानीम् उपसर्गः भिन्नपदम्, अनन्तरं यः तिङन्तपदं सः भिन्नपदम्. अतः अट् कुप् वाङ्ग् इति कार्यं न कर्तुं शक्यते, अतः भिन्नसूत्रम् अपेक्षितम्. सो उपसर्गात् असमासे अपि नोपदेशस्य तत्र यः नोपदेशधातवः, तत्र यः आदेशरूपेण दन्त्यनकारः आगतः पूर्वसू नो नः इति सूत्रेण, तस्य पुनः मूर्धन्य आदेशः भवति अनेन सूत्रेण. सो दन्त्यनकारः यः पूर्वे नो नः इत्यनेन अभवत्, इदानीं तत्र यदि तादृश उपसर्गः अस्ति यस्मिन् उपसर्गे रेफः नो चेत् शकारः अस्ति, तादृश उपसर्गः नोपदेशधातुः पूर्वे अस्ति चेत् तत्र पुनः किं भवति? मूर्धन्यनकारः इति आदेशः. कोऽपि नोपदेशधातु विहाय कोऽपि अन्यत् धातुः अस्ति चेत् यस्मिन् पूर्वे तत्र दन्त्य न अस्ति, तत्र एतत् सूत्रं कार्यं न कर्तुं शक्यते. अत्र साक्षात् पदं पठितं नोपदेशस्य एव. सो नोपदेशधातुवस्य एव तत्र दन्त्य मूर्धन्यनकारादेशः भवति इति तत्र सूत्रं वदति. एतत् सूत्रमपि नत्वप्रकरणे अस्ति. सो अत्र कोऽपि उदाहरणं दत्तं वा? हा, पराणि प्राणयति. नी धातुतः लट् लकाररूपं किम् अस्ति? नी धातु नयति. सो कोऽपि प्रश्नः अस्ति चेत् पृच्छतु, तदा एव तत्र पृष्टव्यं. सो नी धातुः भुवादिगणे अस्ति. सो अत्र शप् योजयामः चेत् अनन्तरं तत्र अस्ति, परस्मैपदी धातुः अस्ति चेत् अत्र तत् गुणकार्यं भूत्वा ने भवति, अनन्तरं नय इति अङ्गं भवति. नय इति अङ्गं भवति तिप् प्रत्ययस्य कृते. इदानीं तिप् प्रत्ययस्य कृते अदन्त अङ्गम् अस्ति, कोऽपि कार्यं नास्ति चेत् तत्र किं भवति? नयति इति रूपम् अस्ति. सो नी धातुः, नी इति धातुः कीदृशधातुः? नी धातुः मूलरूपं किमस्ति? नी इति नोपदेशधातुः. अत्र लिखितं नीन प्रापणे. सो नीन प्रापणे इति उभयपदी धातुः, परस्मैपदी नास्ति. किमर्थम् उभयपदी? कोऽपि वदतु. दृष्ट्वा एव वक्तुं शक्यते उभयपदिदातु. अत्र इकारस्य इ इति भागस्य इत् अस्ति, अतः स्वरितनित् कर्तृ अभिप्राये क्रियाफले इत्यनेन एतत् धातुः उभयपदिदातुः. सो इत्संज्ञक वर्णं दृष्ट्वा एव वक्तुं शक्यते एतत् उभयपदिदातुः. अपि च एतत् धातुः नोपदेशधातुः. उपदेश अवस्थाया मूर्धन्यनकारः आदौ अस्ति, अतः नो उपदेशदातु. अत्र किमपि अत्र इत्संज्ञकवर्णानां निष्कासनम् अनन्तरं किं करणीयं? नोणः इति सूत्रं. नोणः इति सूत्रेण मूर्धन्यनकारस्य किम् आदेशः? नी इति आदेशः. प्राकृतिककार्यमस्ति. तत्र प्राकृतिककार्येषु प्रथमकार्यं किमस्ति? धातुवादे शहसः. धातुवादे शहसः इति सूत्रेण मूर्धन्यशकारस्य मूर्धन्यशकारः आदौ अस्ति चेत् तत्र सकारः. द्वितीयं सूत्रं किम् अस्ति? नोणः. तृतीयं सूत्रम् अस्ति, वदतु कोऽपि झटति. नित्यसूत्रम् अस्ति इजितोनुम् इजितोनुम् इदित धातूनां नुमागमः भवति यथा तत्र बृह इति दृष्टम् अनन्तरं तत्र उपधायाः इति सूत्रम् अस्ति सो उपधायां तत्र किं भवति किं कार्यमस्ति तत्र उपधायाः च सूत्रे इति किं कार्यं कोऽपि वदतु उपधायाम् इति सूत्रेण बकार यकारः अन्ते अस्ति चेत् तस्य उपधास्थितवर्णस्य दीर्घः भवति उपधायां ह्रस्व इक् अस्ति ह्रस्व इक् अस्ति चेत् तस्य दीर्घ आदेशः भवति सो अत्र नी इति धातुः नोपदेशदातु यदा अत्र परि इति उपसर्ग योजामः परि इति उपसर्गस्य पदसंज्ञा अस्ति परि उपसर्गस्य पदसंज्ञा अत्र योजामः नयति इति लट्लकाररूपम् सो अत्र परियोग नयति कुर्मः चेत् परि उपसर्गे किम् अस्ति अत्र दृश्यतु चतुर्थ एकनिमिषः स्क्रीन् न दृश्यते न इदानीं दृश्यते अत्र दृश्यतु अत्र सि अत्र कार्यं वा नास्ति अत्र नित्यं कार्यं करणीयम् अस्मिन् सूत्रे कार्यं वा नास्ति एकादशसूत्रे कार्यं वा अस्ति अत्र प्रातिपदिकान्त नु विभक्तिषु च इति सूत्रे कार्यं वा अस्ति 8-4-10 इति सूत्रे सूत्रात् तत्र वा इति पदस्य अनुवृत्तिः अस्ति अनन्तरम् एक अच्च उत्तरपदे नः एक अच्च उत्तरपदे नः अनन्तरं कुमति च प्रातिपदिकं संज्ञानं अनन्तरं वदामि किं वक्तुम् इच्छामि अनन्तरं वदामि सो अत्र कार्यं वा नास्ति अत्र कार्यं नित्येन करणीयं परन्तु अत्र यः नोपदेशस्य इति धातुपदं तत्र केचन धातवः सन्ति ये येषाम् उपदेश अवस्थायाम् एव दन्त्यनकारः अस्ति ते नोपदेशदातवः न अतः तत्र एतत् सूत्रं कार्यं न कर्तुं शक्यते यथा तत्र न ददातु सर्वात्मास्त्रिमतं यथा नर्दधातुः नोपदेशदातु नास्ति नर्दधातुः नर्ध इति अत्र अकारस्य इत्संज्ञा भूत्वा नर्ध इति लौकिकरूपम् अस्ति अत्र प्रयोजयामः प्रयोग नर्द कुर्मः चेत् अत्र प्र इति उपसर्गे रेफः अस्ति रेफस्य अनन्तरं तत्र अकारः अट् वर्णः तथापि अत्र किं कार्यं न भवति प्रनर्धति इति रूपम् अस्ति केन् यु सी द स्क्रीन् दृश्यते वा आं महोदय सो अस्मिन् सूत्रे विशिष्टं किम् अस्ति केवलं नोपदेशस्य धातोः एव उपसर्गात् असमासे अपि एतत् सूत्रं कार्यं कर्तुं शक्यते नर्दधातु दन्त्यनकारः अस्ति प्र इति उपसर्गे रेफः अस्ति परन्तु तथापि अत्र प्रनर्धति इति अत्र मूर्धन्यनकार इति नद् इति यः नकारः अस्ति तस्य मूर्धन्यनकार इति आदेशः न भवति किमर्थं कार्यं न भवति नर्दधातुः नोपदेशधातु नास्ति मूले एव तत्र औपदेशिक अवस्थायाम् एव दन्त्यनकारः न तु मूर्धन्यनकारः तदेव अस्ति नत्वस्य नो नः इति सूत्रस्य प्रयोजनम् अत्र एव दृश्यते उपसर्गात् असमासे अपि नोपदेशस्य अतः तत्र अस्माभिः एतत् सूत्रं पठितम् सो केवलं नोपदेशस्य धातोः एव उपसर्गात् असमासे अपि णत्वं भवति कोऽपि भिन्न धातुः अस्ति चेत् तत्र न भवति उपसर्गे निमित्तम् अस्ति चेत् इति सूत्रस्य सो एतत् सूत्रमपि अस्मिन् प्रकरणे अस्ति अस्मिन् प्रकरणे तत्र 39th एतत् प्रकरणं कुत्र प्रचलति प्रथमसूत्र आरभ्य 39 सूत्रं 39 सूत्रम् अस्ति न पदान्तस्य 39 सूत्रम् अस्ति पदान्तस्य इति सूत्रं वदति तदपि अस्माभिः सर्वदा स्मर्तव्यं पदान्तस्याम् 8439 अस्ति पदान्तस्य इति वदति अत्र न इति अनुवृत्तिः अस्ति पदान्तस्य नकारस्य पदस्य अन्ते नकारः अस्ति चेत् तस्य नत्वं निषिध्यते अनेन सूत्रं निषेधकसूत्रम् अस्ति निषेधकसूत्रम् इत्युक्ते नत्वनिषेधकसूत्रम् अस्मिन् प्रकरणे अन्तिमसूत्रम् सो अनेन सूत्रेण नत्वं निषिध्यते कीदृशनकारस्य नत्वं निषिध्यते पदान्तस्य नस्य सो पदान्ते अतः तत्र किं भवति रामान् सो रामान् इति पदमस्ति यद्यपि तत्र रेफः अस्ति मध्ये अट् कूपु इति वर्णाः तत्र सन्ति तथापि तत्र नकारस्य मूर्धन्यनकारः इति आदेशः न भवति किमर्थं चेत् एतत् सूत्रं तत्र बाधा करोति पदान्तस्य सो पदान्तस्य नस्य नः न भवति नकारस्य नः अणः इति इत्युक्ते मूर्धन्य न भवति अतः तत्र रामान् एव अस्ति परन्तु यदा तत्र रामेण कुर्मः तत्रापि मूर्धन्यनकारः श्रूयते अपि च रामाणां तत्रापि मूर्धन्यनकारः श्रूयते रामाणां परन्तु रामान् इति वदामः चेत् द्वितीयबहुवचन पदं तत्र अनेन सूत्रेण नत्वं निषिध्यते यद्यपि तत्र रेफः अस्ति मध्ये अट् कूपु इति वर्णाः सन्ति तथापि तत्र नत्वं न भवति किमर्थं चेत् पदस्य अन्ते अस्ति सो पदस्य अन्तिमनकारस्य नत्वं निषिध्यते अनेन सूत्रेण इति सूत्रं वदति रामेण तत्रापि अन्ते एव अस्ति न तत्र अन्ते नास्ति भगिनि इना इना इति आदेशः इत्युक्ते अन्ते अकारः अस्ति रामेण तत्र किं भेदः अस्ति कः भेदः अस्ति भगिनि अन्ते कः वर्णः तत्र अत्र पश्यतु अकारः तत्र टा स्थाने की आदेशः भवति टा नसि नसाम् इन् आत्स्या इन अतः मया तत्र वारं वारम् उक्तम् इन इन इति आदेशः इकारः नकारः अन्ते अपि अकारः सो यदा तत्र रामे रामयोग इन् भवति राम अकारात् प्रातिपदि अकारात् प्रातिपदिकस्य अनन्तरम् एव टा स्थाने इन् आदेशः भवति इन इति आदेशः सो अत्र सन्धिकार्यं भूत्वा तत्र किं भवति रामेण अन्ते नकारः पदान्ते नास्ति पदान्ते तु अकारः अस्ति अतः कार्यं भवति अत्र किं भवति रामेण मूर्धन्यनकारः परन्तु यदा वयं रामान् कुर्मः द्वितीया बहुवचनं तत्र अन्ते नकारः अस्ति अतः कार्यं न भवति केन सूत्रेण निषिध्यते पदान्तस्य नकारस्य नत्वं निषिध्यते तेन 39 सूत्रेण इति तत्र भेदः अवगतं वा भगिनि अत्र दृश्यते नकारः अन्ते अस्ति नकारः अन्ते नास्ति अकारः अपि अस्ति अतः अन्ते नास्ति अकारः अपि अस्ति परन्तु अत्र द्वितीया बहुवचने किमपि नास्ति नकारः अन्ते अस्ति अतः पादान्तस्य इति सूत्रेण निषिध्यते न भवति यद्यपि तत्र रेफः अस्ति मध्ये अट् कूपु इति वर्णाः सन्ति तथापि कार्यं न भवति किमर्थं चेत् महर्षिणा उक्तं पादान्तस्य नस्य णत्वं न भवति इति तत्र सूत्रमस्ति इति णत्वप्रकरणस्य सूत्रं सो प्रकरण आधारेण सूत्राणाम् अध्ययनं कुर्मः चेत् अनुवृत्तिः कथं भवति अनुवृत्तिः सरला भवति अपि च सूत्रस्य अवगमनम् अपि सम्यक्तया भवति इति तत्र प्रकरणग्रन्थस्य तत्र आवश्यकता इत्युक्ते तस्य प्रयोजनं किमर्थं प्रकरणग्रन्थं पठनीयम् अस्तु कोऽपि प्रश्नः अस्ति च एतावत् नो चेत् अग्रे पठामः चेतना भगिनी अग्रे पठतु अत्र किं लिखितं तर्हि आहत्य तर्हि आहत्य पाणिनेः प्रकरणरीत्या लेखनेन सूत्राणां लघुत्वं सिद्धम् अपि च तेषाम् आयोजनम् अतिस्पष्टम् अस्माकं कृते प्रकरणाधारिणा अभ्यासेन सूत्रनैपुण्यं जायते अपि च सामग्री कुत्र स्थिता इति ज्ञायते अष्टाध्यायीक्रमस्य पठनेन अनेके महान्तो लाभाः अत्र वदति प्रकरणरीत्या पाणिनेः सूत्राणां पठनीयम् अत्र लघुत्वम् अपि अस्ति अपि च सुलभेन अवगन्तुं शक्यते प्रकरणाधारेण पठन्ति चेत् इत्युक्ते अत्र वदति आयोजनम् अतिस्पष्टम् अस्ति कम्प्लीट् क्लियर् यः आयोजनं सूत्राणाम् आयोजनं सूत्राणां यः क्रमः अस्ति सः अतिस्पष्टम् अस्ति प्रकरण आधारेण पठामः चेत् प्रक्रियग्रन्थेषु सूत्राणि इतस्ततः स्वीकृत्य पदनिर्माणं भवति अनेन कारणेन सूत्रक्रमः भग्नो भवति अनुवृत्तिः नैव प्रकटा सूत्राणां बोधार्थं महान् सङ्घर्षः प्रक्रियाग्रन्थेषु लघु सिद्धान्तकौमुद्याः रीत्या पठनीयं चेत् तत्र प्रक्रिया क्रियते अतः अनुवृत्ति कः अस्ति कुत्र अस्ति न अवगन्तुं शक्यते इत्युक्ते पदनिर्माणसमये यस्य यस्य सूत्रस्य आवश्यकता इतस्ततः स्वीकृत्य कुत्रचित् प्रथम पादे कुत्र आवश्यकता अस्ति तत् पादं तत् सूत्रम् अत्र आनेतव्यं तृतीयपाद सप्तमाध्यायस्य सूत्रम् आवश्यकम् तस्य सूत्रस्य आवश्यकता अस्ति चेत् तत् अध्याय तत्र सूत्रं वयं स्वीकुर्मः सो इतस् तत्र प्रक्रिया पदनिर्माणसमये यथा प्रक्रिया भवति तथा यस्य सूत्रस्य आवश्यकता तत् सूत्रं तत्र स्थापनीयं परन्तु तेन कारणेन वयं तत्र तस्य सूत्रस्य कुत्र कुत्र तत्र प्रयोजनम् अस्ति कथं सूत्रं कार्यं करोति इति वयं तत्र अवगन्तुं न शक्यते अपि च तत्र सूत्रं तु स्वयं सम्पूर्णं नास्ति तत्र अनुवृत्तिः आवश्यकम् सो अनुवृत्ति नैव प्रकटा किमर्थं प्रकटा लिखितम् अत्र भगिनि न दृश्यते न न अत्र प्रकटः प्रकटं प्रकटा किमर्थं लिखितं प्रकटा किमर्थं लिखितं कर्मणि प्रयोगः अस्ति अनुवृत्तिलिङ्ग् प्रयोगः अनुवृत्तिः न अनुवृत्तिः इति स्त्रीलिङ्ग् पदमस्ति अतः प्रकटा अनुवृत्तिः न एव प्रकटा, अनुवृत्तिः स्त्रीलिङ्गपदमस्ति अतः प्रकटा. सो विशेषणं यत् लिङ्गं विशेषस्य या विभक्तिविशेषस्य तदेव लिङ्गं विशेषणस्य, अपि च तद् विभक्ति एव विशेषणस्य, अतः प्रकटा. सो तत्र महान् सङ्घर्षः भवति. कस्य कृते? सूत्राणां बोधार्थं. सो हौ टु ऐडेण्ट् वट् डस् द सूत्र से इति अस्माकं सविधे तत्र समीपे तत्र प्रकरणग्रन्थं नास्ति चेत् कथं जानीमः सूत्रम् अत्र कस्य कस्य पदस्य अनुवृत्तिः, सूत्रं कथं कार्यं करोति इति वयं न अवगन्तुं शक्यते. अतः किं वदति? अत्र वदति प्रकरणग्रन्थस्य अध्ययनम् अपि आवश्यकम्. प्रक्रियाग्रन्थस्य आधारेण वयं पदस्य निर्माणं कथं भवति इति तु अवगन्तुं शक्यते, परन्तु सूत्रं कथं कार्यं कर्तुं शक्यते इति वयं तत्र न अवगन्तुं शक्यते. अतः प्रकरणग्रन्थस्य पाठमपि आवश्यकं, तस्य अध्ययनमपि आवश्यकम् इति एव अत्र वदति. अग्रे पठतु भगिनि. सारांशे पाणिनये स्वयं प्रकरणरीतिः रोचते खलु, तदा एव अयं मार्गः तेन स्वीकृतः. तस्य मार्गचयनस्य किञ्चन कारणं स्यात्, तर्हि पाणिनेः पद्धतेः लाभम् आस्वादयाम इति लिखितं. सो तत्र प्रकरणग्रन्थस्य अध्ययनम् आवश्यकम्. अस्तु, इदानीं तत्र बी बिन्दु अस्ति, अष्टाध्यायाः मानचित्रं. कस्मिन् अध्याये किम् अस्ति स्थूलरूपेण अत्र लिखितं, कस्मिन् अध्याये किं किम् अस्ति, कानि सूत्राणि, कीदृशकार्यं तत्र भवति इति तत्र स्थूलरूपेण लिखितम् इति बी बिन्दुः. इदानीं पर्यन्तम् अस्माभिः किं दृष्टं? तत्र प्रकरण अपि च प्रक्रिया, द्वयोः कः भेदः, द्वयोः अध्ययनेन किं भवति, किमर्थम् अस्माभिः प्रकरणग्रन्थस्य अध्ययनं करणीयम् इति इदानीं वयं दृष्टवन्तः. सो तत्र प्रकरणस्य तत्र उदाहरणानि अपि तत्र दत्तानि, इत्युक्ते इत्संज्ञाप्रकरणम्, अनन्तरं तत्र द्वित्वप्रकरणम्, अनन्तरं नत्वप्रकरणम्. सो एतावता अस्माभिः दृष्टं. प्रकरण आधारेण सूत्राणाम् अध्ययनं कुर्मः चेत् किं भवति, सम्पूर्णकार्यस्य वयं तत्र स्थूलरूपेण अवगन्तुं शक्यते कथं कार्यमस्ति. इदानीम् अष्टाध्यायाः मानचित्रम्. अस्तु भगिनि, धन्यवादः. अग्रे कः पठति? अनुसूया भगिनी पठति वा भगिनि? अधः अष्टाध्यायाः मानचित्रं किमिति अवलोकयामि. अष्टाध्यायम् इत्युक्ते मेप्, रोड् मेप्, हौ टु वाट् इस् देयर् इन् द स्थूल रूपेण कस्मिन् अध्याये किम् अस्ति स्थूलरूपेण. अष्टाध्यायाम् अष्टौ अध्यायाः सन्ति, प्रत्येकस्मिन् अध्याये चत्वारः पादाः. पादेषु सूत्राणि क्रमेण भवन्ति. प्रत्येकं सूत्रं स्वस्य सूत्रसङ्ख्या संख्यायां भागत्रयं प्रथमा संख्या अध्यायस्य, द्वितीया संख्या पादस्य, तृतीया संख्या सूत्रस्य. यथा एकोऽणचि षष्ठम् अध्याये प्रथमभाग षड् अस्ति, तत् अध्यायं सूचयति. तदनन्तरम् एक अस्ति, तत् पादं सूचयति. षट् सप्ततितम सूत्रं सूचयति, सूत्रसङ्ख्यां सूचयति. इदं सूत्रम् अष्टे अध्याये षष्ठे अध्याये तत्र प्रथमभागे पादे सूत्र सङ्ख्या षट् सप्तति इति. एकैकस्मिन् अध्याये के के मुख्यविषयाः अन्तर्गताः इति यदा जानीमः तदा कस्यचित् सूत्रसङ्ख्यायाः दर्शनेन तस्य सूत्रस्य कीदृशं कार्यं स्यात् इति अनुमानं कर्तुम् अर्हामः. यदि वयं सूत्रं पठामः तर्हि वयं कीदृशकार्यं तत्र सूत्रेण कृतमस्ति इति अनुमानं कर्तुम् अर्हामः. अतः एकैकस्य अध्यायस्य केचन प्रमुखविषयाः दत्ताः. सर्वे ज्ञात्वा नोक्तं किञ्च अतः यत् दत्तं बुद्धं चेत् मनसि अष्टाध्यायाः एकदृष्टिसिद्धा भविष्यति. एकादृष्टि भविष्यति इत्युक्ते तत्र महोदयेन उक्तं तानशिनसाम् इन् आक्ष्या इति सप्तम अध्याये अस्ति. झटति मम मनसि एतत् आयाति ओ एतत् अङ्गस्य अधिकारे अस्ति. सो अङ्गं कीदृशं भवेत् तदा एव एतत् प्रत्ययानाम् इति आदेशः भवितुं शक्नोति. अतः तत्र अतः सो अङ्गम् अदन्तम् अस्ति चेत् तादृश अदन्त अङ्गस्य अनन्तरं ता प्रत्ययस्य इन आदेशः, नसि प्रत्ययस्य आत् आदेशः, तत्र नस् प्रत्ययस्य स्य इति आदेशः भवति. अतः तत्र सूत्रसङ्ख्या दृष्ट्वा एव मनसि आयाति ओ एतत् अङ्गस्य अधिकारे अस्ति, अत्र अङ्गस्य अधिकारः, अतः अङ्गे अङ्गं कीदृशं भवेत् तदा एव एतत् कार्यं कर्तुं शक्यते इति अत्र वदति. सो सूत्रसङ्ख्या पश्यामः चेत् यः सूत्रमस्ति तस्य सङ्ख्या पश्यामः चेत् यदि वयं स्थूलरूपेण जानीमः कस्मिन् अध्याये किं कार्यमस्ति, वयं सूत्रसङ्ख्या दृष्ट्वा एव वक्तुं शक्यते ओ अत्र किं कार्यम्, अत्र कीदृशकार्यं भवेत् इति वयं तत्र ऊहां कर्तुं शक्यते. सो सूत्रसङ्ख्या अपि आवश्यकम्. तथैव तत्र अष्टाध्यायस्य सूत्रसङ्ख्या पश्यामः चेत् ओ एतत् अष्टाध्यायी, एतत् सूत्रम् त्रिपादीसूत्रमस्ति, अतः अत्र तत्र स्पष्टरूपेण मया कार्यं करणीयम्, अत्र पूर्वत्र सिद्धम् इत्यस्य अधिकारः अस्ति, पूर्वसूत्रस्य कृते परसूत्रम् असिद्धमस्ति, अतः प्रथमे पूर्वसूत्रेण एव कार्यम्, अनन्तरं परसूत्रेण कार्यं करणीयम्, अन्यथा तत्र शास्त्र असिद्धकार्यं भवति, असिद्धं कार्यं भवति तत्र. अतः किञ्चित् तत्र अष्टाध्यायी स्थूलरूपेण कस्मिन् अध्याये कस्मिन् पादे कीदृशकार्यम् अस्ति इति मनसि स्थापयामः चेत् तत्र सूत्रस्य अनन्तरं वयं सरलतया अर्थ अवगन्तुं शक्यते किम् अस्ति, कीदृशकार्यम् अत्र अस्ति. इदानीं वयं जानीमः 641 आरभ्य 6439 पर्यन्तं तत्र नत्वप्रकरणम् अस्ति. सो तत्र केवलं नत्वकार्यं भवति तेषु 39 सूत्रेषु तत्र केवलं नत्वस्य विषयः एव अस्ति, कदा कस्य स्थित्यां तत्र नत्वं करणीयम् इति तत्र सूत्रसङ्ख्या तत्र अस्माभिः किं तस्य विषये अपि तत्र चिन्तनीयम्. अस्तु भगिनी, धन्यवादः. धन्यवादः. अग्रे मञ्जरी भगिनी अग्रे पठति वा प्रथमाध्यायः? प्रथमः अध्यायः संज्ञासूत्राणि, द्वितीयः अध्यायः संज्ञासूत्राणि अपि च परिभाषासूत्राणि. सो परिभाषासूत्राणि यानि तत्र सामान्यपरिभाषासूत्राणि अपि च सामान्यसंज्ञासूत्राणि ते सर्वाणि अस्माभिः कुत्र लभ्यते? प्रथम अध्याये. सो प्रथम अध्याये किमपि कार्यस्य विषये नास्ति, केवलं तत्र संज्ञासूत्राणि सन्ति अपि च परिभाषासूत्राणि सन्ति. यथा तत्र अस्ति उरनरपरः अपि च मिदचो अन्त्यात् परः षष्ठीस्थाने योग तस्मात् इति उत्तरस्य तस्मिन् इति निर्दिष्टे पूर्वस्य सो एतानि परिभाषासूत्राणि अपि च संज्ञासूत्राणि वृद्धिराधे च आद्गुणः एतानि सर्वाणि संज्ञासूत्राणि सामान्य संज्ञासूत्राणि विभक्तिश्च तदपि सूत्रं प्रथमाध्याये अस्ति सो प्रथमाध्याये किं किं तत्र कीदृशसूत्राणि सन्ति इति वदामः चेत् संज्ञासूत्राणि अपि च परिभाषासूत्राणि तावदेव अस्ति प्रथमाध्याये अष्टाध्याये अष्टाध्यायाः सन्ति अष्टाध्यायानां समाहार अष्टाध्यायी सो अष्टाध्यायी ग्रन्थे तत्र अष्टाध्यायाः सन्ति प्रथमाध्याये केवलं संज्ञासूत्राणि अपि च परिभाषासूत्राणि यत् संज्ञासूत्राणि सि अत्र यद्यपि तत्र वयं वदामः पूर्वत्र सिद्धम् इत्यनेन त्रिपादिसूत्राणां कृते सपादसप्त्यायी सूत्राणां कृते त्रिपादि असिद्धानि परन्तु तत्र अपि कुत्रचित् संज्ञासूत्रस्य तत्र आवश्यकता अस्ति चेत् प्रथमाध्याये यानि संज्ञासूत्राणि दत्तानि परिभाषासूत्राणि दत्तानि तेषां प्रयोगः वयं त्रिपाद्यामपि कर्तुं शक्यते तत्र अपि एतस्य रेफरेन्स् वयं कर्तुं शक्यते सो संज्ञासूत्राणि अपि च परिभाषासूत्राणि एतानि सूत्राणि प्रथमाध्याये तत्र दत्तानि इदानीं तत्र द्वितीयाध्यायः पठतु भगिनी अग्रे द्वितीयः अध्यायः समासाधिकारः सर्वे समासाः विहिताः अव्ययभावः तत्पुरुषः बहुव्रीहिः द्वन्द्वः विभक्तीनां विधानं क्रमेण द्वितीया चतुर्थी तृतीया पञ्चमी सप्तमी प्रथमा षष्ठी इति विभक्तयः द्वितीयः चतुर्थः पञ्चमः च अध्यायाः द्वितीयाध्याये कः कः विषयः भगिनि समासाधिकारः तथा विभक्तीनां विधानं समासाधिकारः नाम सर्वे सर्वाणि सूत्राणि समासे यानि सूत्राणि भवितुं शक्यते तानि सर्वाणि सूत्राणि अत्र समासाधिकारे सन्ति विभक्तीनां विधानं नाम तत्र विभक्तिविषये सूत्राणि सन्ति तत्र अस्माभिः न कर्मणि द्वितीया अत्र दृश्यतु तत्र प्रथमे तत्र द्वितीयविभक्तिविषये तत्र ये उपपदविभक्त्याः वयं जानीमः न तत्र उपपदविभक्त्याः अपि सन्ति प्रथमे तत्र द्वितीयविभक्तिविषये अनन्तरं चतुर्थी अनन्तरं तृतीया अनन्तरं पञ्चमी अनन्तरं सप्तमी सो एतादृशः क्रमः तत्र नास्ति प्रथम द्वितीया तृतीया चतुर्थी पञ्चमी किमर्थं चेत् तत्र वैशिष्ट्यमस्ति किमपि वैशिष्ट्यमस्ति एतादृशः क्रमः तत्र अस्ति प्रथमे द्वितीयविभक्तिविषये अनन्तरं चतुर्थी विभक्तिविषये सो अत्र किमर्थम् एतादृशः क्रमः इत्युक्ते मेबि अनुवृत्तिः अनुवृत्तिकारणेन अनुवृत्ति तत्र भवति चेत् कोऽपि सम्बन्धः अस्ति द्वितीया अपि च चतुर्थी मध्ये अतः तादृशक्रमः अपि अस्ति चतुर्थी अनन्तरं तृतीया तृतीया अनन्तरं पञ्चमी पञ्चमी अनन्तरं सप्तमी अन्ते तत्र प्रथमविभक्तिविषये अपि च षष्ठी षष्ठी इति सम्बन्धः अस्ति षष्ठी तु विभक्ति नास्ति सो षष्ठी इति विभक्तिविषये षष्ठी सम्बन्धः इति यः अस्ति तस्य विषये अन्ते दत्तं सो तत्र द्वितीयाध्याये एव तादृशसूत्राणि सन्ति अपि च समासविधायकसूत्राणि अपि द्वितीयाध्याये सन्ति तत् अव्ययीभावसमासः अस्ति वा तत्पुरुषः अस्ति वा बहुव्रीहिः अस्ति वा नो चेत् द्वन्द्वसमासः अस्ति वा तत् सर्वं द्वितीयाध्याये एव दत्तम् इति तत्र मुख्यविषयः द्वितीयाध्याये प्रथमाध्याये संज्ञा अपि च परिभाषा द्वितीयाध्याये समासाधिकारः अपि च विभक्तीनां विधानम् अग्रे पठतु तृतीयाध्याये किं तृतीयः चतुर्थः पञ्चमः च अध्यायाः प्रत्ययाध्यायाः इति उच्यन्ते. अत्र धातुभ्यः प्रातिपदेभ्यः च सर्वे प्रत्ययाः. ध्वनि ऊचा करना प्लीज. She has always got a problem. She never, she talks as this, she is doing it secretly. Mohode, kindly be polite, no. Mohode. Don't talk no, like this. Dhvani Maybe there is some problem with the instrument. Kindly Dhvani be polite. Kinshik Mandam. What is this? It's not a secret class. No, Mohode. Don't talk like that. You are not supposed to talk like that, Mohode. We don't know how we'll internet behave. Okay, but if I'm not able to hear properly, should I not say that? No, but you have to be polite. Not, you can I'm say not there speaking, are speaking secretly. It is maybe bhavatah antarjala samasyaha drushyate. I am not talking secretly. Rest of the people are hearing properly. Idani mastu bhagini vadatu agre kinchit uchchaih vadatu. तृतीयः पञ्च तृतीयः पञ्चम तृतीयः चतुर्थः पञ्चमः च अध्यायाः प्रत्ययाध्यायाः इति उच्यन्ते. अत्र धातुभ्यः प्रातिपदिकेभ्यः च सर्वे प्रत्ययाः विहिताः भवन्ति. अत्र तृतीयचतुर्थ तथा पञ्चम अध्याये अध्यायेषु प्रत्ययविषये प्रकरणानि सन्ति. अत्र धातुः तथा प्रातिपदिकम् अस्ति. तत्र यानि प्रत्ययाः सन्ति तस्य विवरणम् अस्ति. इत्युक्ते तृतीय अध्याये चतुर्थ अध्याये पञ्चमे अध्याये केवलं तत्र प्रत्ययः विषयः एव अस्ति. यथा वयं जानीमः तृतीयाध्याये धातोः अनन्तरं के प्रत्ययाः विहिताः भवन्ति तेषां विषयः तृतीयाध्याये अस्ति. सो तत् सनादिप्रत्ययः भवेत् वा विकरणप्रत्ययः भवेत् वा नो चेत् तत्र अनन्तरं तिप् प्रत्ययः भवेत् वा तृत् प्रत्ययः भवेत् वा. सो एतेषां प्रत्ययानां विधानं तृतीयाध्याये तत्र अस्ति. सो तृतीय अध्याये धातोः अनन्तरं ये प्रत्ययाः विहिताः भवन्ति तेषां विषयः तृतीय अध्याये अस्ति. तत्र धातोः इति अधिकारः अस्ति सर्वत्र. सो धातोः अनन्तरं धातोः इति पञ्चमी अस्ति. अतः धातोः अनन्तरं किं विधीयते, कस्मिन् अर्थे विधीयते, कदा विधीयते, विशिष्टधातोः अनन्तरं कीदृशप्रत्ययः विधीयते इति सर्वं तृतीय अध्याये दत्तम्. अनन्तरं यः चतुर्थ अपि च पञ्चम अध्यायः तत्र प्रातिपदिकात् अनन्तरं किं विधीयते. व्याकरणशास्त्रे यस्य प्रातिपदिक इति संज्ञा तस्मात् अनन्तरं कीदृशप्रत्ययः के प्रत्ययाः आगन्तुं शक्यते तेषां विषयः कुत्र अस्ति चतुर्थाध्याये. केवलं प्रत्ययविधिः अस्ति, किमपि कार्यस्य निर्देशः नास्ति. सो प्रत्ययः कीदृशप्रत्ययः आगन्तुं शक्यते, कार्यं प्रत्ययनिमित्तीकृत्य यत् कार्यमस्ति तत् भिन्न अध्याये. केवलं प्रत्ययः कीदृशप्रत्ययः कस्मिन् अर्थे आगन्तुं शक्यते. सो प्रातिपदिकसंज्ञा तत्र सूत्रद्वयं दत्तम् अष्टाध्यायीग्रन्थे. अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम्. सो यः अर्थवत् शब्दः यः धातुविहाय अस्ति प्रत्ययविहाय अस्ति शब्दसमूहः तस्य प्रातिपदिक इति संज्ञा. साक्षात् अनन्तरं वदति कृत् तजित् समासाः च प्रातिपदिकं. सो पूर्वसूत्रात् इति प्रातिपदिकम् इत्यस्य अनुवृत्तिः भवति. सो अष्टाध्यायीग्रन्थे प्रातिपदिक इति संज्ञा सूत्रद्वयेन दत्तम्. एकमस्ति अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम्. साक्षात् अनन्तरं वदति कृत् तजित् समासाः च प्रातिपदिकम्. सो ये कृदन्ताः सन्ति, ये तदिताः सन्ति, तदितान्त शब्दाः सन्ति, अपि च ये समासान्त शब्दः यत्र समासः भवति तेषां प्रातिपदिकसंज्ञा कृत् तदित् समासाः च इति सूत्रेण भवति. अनन्तरं वदति ज्ञाप प्रातिपदिकात् यस्य प्रातिपदिक इति संज्ञा तस्मात् प्रातिपदिकात् इति पञ्चमी अस्ति. प्रातिपदिकात् किं विधीयते? अनन्तरं वदति सु औजस् अम् ओट्षस् ताभ्यां बिस् इति तत्र एकविंशति सुप्रत्ययः. सो यस्य यस्य शब्दसमूहस्य प्रातिपदिकीति संज्ञा तस्मात् अनन्तरं सु औजस् अम् ओट्षस् इति विधीयते. किमर्थं किमर्थं योजनीयं? किमर्थं चेत् प्रथमाध्याये एव महर्षि वदति सुक्तिङन्तं पदं यस्य अन्ते सुप् अस्ति नो चेत् तिङ् अस्ति तस्य एव पदसंज्ञा. अपि च वाक्ये अपदं न प्रयुञ्जन्ते. वाक्ये पदम् एव अस्माभिः तत्र प्रयुक्तव्यं न तु अपदम्. अतः यद्यपि सः प्रातिपदिक अस्ति वयं तु वाक्ये तस्य प्रयोगं न कर्तुं शक्यते. तस्य तु अनन्तरं पदसंज्ञा अस्ति चेदेव वाक्ये वयं तत्र तस्य प्रयोगः कर्तुं शक्यते. अतः प्रातिपदिकस्य पदनिर्माणविषये सुपयोजनीयं यस्य धातोः इति संज्ञा अस्ति तस्य अनन्तरं तिङ् योजनीयं. किमर्थं चेत् सुबन्तं तिङन्तम् एव पदसंज्ञा प्राप्नोति. अतः एतादृशः कार्यम् अस्माभिः करणीयम्. सो अत्र किं लिखितं? चतुर्थाध्याये पञ्चमे अध्याये अध्यायद्वये केवलं प्रत्ययानामेव विषयः. सो चतुर्थाध्याये पञ्चमे अध्याये प्रातिपदिकात् के प्रत्ययाः विधीयन्ते तेषाम् एव विषयः. अतः एतेषां त्रयाणाम् अध्यायानां तत्र कीदृशनाम अस्ति? प्रत्ययाध्यायाः. तृतीयाध्यायः चतुर्थ पञ्चमध्यायः प्रत्ययाध्यायाः बहुवचने अस्ति. अतः केवलं प्रत्ययानां विधिः. सो इफ् वी हेव् टु सी कीदृश प्रत्ययः धातोः विधीयते केन सूत्रेण अत्र प्रत्ययः विधीयते. सो यद् धातु प्रकृतिधातु अस्ति चेत् तृतीयाध्याये तत्र द्रष्टव्यम्. यद् प्रकृतिः प्रातिपदिकम् अस्ति चेत् चतुर्थाध्याये नो चेत् पञ्चमे अध्याये तत्र द्रष्टव्यं केन सूत्रेण अत्र प्रत्ययः विधीयते इति तत्र अस्ति. अस्तु तत्र तृतीयाध्याये किञ्चित् तत्र प्रत्ययानां तत्र विषयः अस्ति. अग्रिमे सप्ताहे पठामः. सो धातोः अनन्तरं धन्यवादः भगिनि. धातोः अनन्तरं के प्रत्ययाः आगन्तुं शक्यते तेषाम् अत्र आवली अस्ति. सनादिप्रत्ययः, विकरणप्रत्ययः, कृत्प्रत्ययः, अनन्तरं लकारप्रत्ययः, लट् लोट् लङ् विधिलिङ्, अनन्तरं लस् तिप्तजि, तत्र एव तिप्तिवादयः, अपि च तत्र प्रत्ययाः, अपि च स्त्रीप्रत्ययः अन्ते. केचन स्त्रीप्रत्ययाः तत्र यथा क्तिन् प्रत्ययः, स्त्रियां क्तिन् इति प्रत्ययः. सो बुद्धिः, मतिः, तत्र शक्तिः इति तत्र क्तिन् प्रत्ययस्य योजनेन भवति. तेषां स्त्रीलिङ्गं भवति. क्तिन् इति स्त्रीप्रत्ययः. अतः केचन स्त्रीप्रत्ययाः धातुः अपि विधीयन्ते यथा क्तिन् अस्ति. सो तेषां विषयः अत्र तृतीयाध्याये अग्रिमे कक्षायां पठामः. इदानीं तु तत्र स्थगं. कोऽपि प्रश्नः अस्ति वा एतावता? भवती नमस्ते. संज्ञासूत्रम् अपि च परिभाषासूत्राणि केन् बि अप्लैड् अक्रास् आल् अध्याय पूर्वत्र सिद्धिं डस् नाट् अप्लै टु दि सूत्र. एक्चुलि पूर्वत्र सिद्धं डस् नाट् न पूर्वत्र सिद्धम् इत्यनेन किं सपादसप्त्याध्यायी कृते त्रिपादी असिद्धम्. त्रिपादीकृते सपादसप्ताध्यायी असिद्धं नास्ति. सपादसप्ताध्यायी कृते त्रिपादी असिद्धम्. अतः तत्र अप्लै कर्तुं शक्यते संज्ञासूत्राणि अपि च परिभाषासूत्राणि. पूर्वसूत्रस्य कृते परसूत्रम् असिद्धम्. सपादसप्ताध्यायी तु पूर्वे अस्ति अतः तत्र असिद्धं न भवति. इत्युक्ते 8439 सूत्रस्य कृते 8438 सूत्रं तु अस्ति एव, तत् सिद्धमस्ति. परन्तु 38 सूत्रस्य कृते 39 सूत्रम् आसिद्धम्, पूर्वस्य कृते परसूत्रम् आसिद्धम्, तथैव 39 सूत्रस्य कृते 40 सूत्रम् आसिद्धम्। परन्तु 40 सूत्रस्य कृते पूर्वे यानि सूत्राणि सन्ति ते सर्वाणि सिद्धानि एव। जगदीश महोदय कृपया शान्तिमन्त्रं पठतु महोदय। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। हरि ओम् श्रीगुरुभ्यो नमः। हरि ओम् तत्सत्। नमस्कारः, धन्यवादः। क्षम्यताम्, ऐ डिड् नाट् वाण्ट् टु हर्ट् एनिबडि, ऐ वाण्ट् टु से ऐ वास् नाट् एबल् टु हियर्, दट्स् अबौट् आल्। क्षम्यताम् अगेन्, ऐ एम् सारी if I have heard unnecessary.